सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति धातुविज्ञानं द्वितीय। तत्र प्राकृतिककार्यस्य विषये धातुषु ये चत्वारि प्राकृतिककार्याणि भवन्ति तेषां विषये यः प्रथमसूत्रम् अस्ति तत्र सत्त्वकार्यं भवति, इत्युक्ते धातुवादेशः सः इति सूत्रम् अस्ति। धातुवादेशः सः इति सूत्रं वदति यत्र औपदेशिक अवस्थायां धातुः प्रथमवर्णः मूर्धन्यषकारः तस्य सकारादेशः भवति। अस्य सूत्रस्य कृते कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति, इत्युक्ते कदा सकारः भवति कदा न भवति इति तत्र सूत्रे किमपि न दत्तम्। केवलम् उक्तम् उपदेश अवस्थायां धातोः आदौ मूर्धन्यषकारः अस्ति चेत् तस्य षकारस्य स्थाने तत्र सकारादेशः करणीयं, तावदेव। अतः वयं किं वदामः, एतादृशानि सूत्राणि औपदेशिक अवस्थायां येषां प्रयोगः भवति अपि च येषां कृते कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति, वयं किं वदामः तत् सूत्रं प्राकृतिकसूत्रम्। सो औपदेशिक अवस्थायाम् एतत् कार्यं भवति। अपि च अस्मिन् विषये तत्र दृष्टवन्तः, तत्र केचन धातुपाठे षोपदेशधातवः सन्ति येषां साक्षात् अनन्तरं टठ श्रूयते। सो टवर्गीय व्यञ्जनः टठ ड अपि अस्ति, परन्तु तादृश कोऽपि धातु नास्ति यत्र यस्मिन् मूर्धन्यषकारस्य अनन्तरं साक्षात् तत्र ड अपि च महाप्राण अस्ति, केवलं टठ एव तत्र वर्णः, एतत् वर्णद्वयं श्रूयते। सो यदा वयं धातुवादेशः सः इति सूत्रद्वारा तत्र षकारस्य सकारादेशः कुर्मः तत्र द्वितीयपरिवर्तनम् अपि करणीयम्। सो तत् यत्र षकारस्य साक्षात् अनन्तरं ट अस्ति तस्य स्थाने तकारः करणीयम्। अपि च यत्र ठ अस्ति ठकारः अस्ति तत्र ठ करणीयं, तवर्गीय त ठ द्वितीयव्यञ्जनः करणीयम् इति तत्र सर्वदा स्मर्तव्यं। किमर्थं चेत् यदा वयं लौकिकरूपस्य निर्माणार्थं कोऽपि षोपदेशधातु नयामः तत्र न केवलं धातुवादेशः सः इति सूत्रेण तत्र कार्यं, तत्र द्वितीयपरिवर्तनम् अपि भवति, इत्युक्ते यः द्वितीयपरिवर्तनं भवति तस्य कृते कोऽपि सूत्रं नास्ति, परन्तु तत्र यः चिन्तनम् अस्ति पूर्वत्र सिद्धं। सो पूर्वेण यत् कार्यं कृतं धातुषु उपदेशिक अवस्थायां धातुषु सन्धिकार्यं कृतम् अस्ति चेत् तत्र यदा तस्य कारणम् अपगच्छति सः तस्य फलमपि अपगच्छति। सो निमित्त अपाय नैमित्तिकस्य अपायः इति प्रवादः अपि दृष्टवन्तः। शास्त्रीयचिन्तनम् अस्ति पूर्वत्र सिद्धम्, इत्युक्ते धातुवादेशः सः सूत्रस्य कृते स्तोःष्टुनाष्टुः इति सूत्रम् असिद्धं, तत् कार्य असिद्धम् अस्ति। अतः तत्र पुनः तत्र टकारस्य स्थाने तकारः अपि च ठकारस्य स्थाने थकारः। सो पूर्वत्र सिद्धम् इत्यनेन तत्र किं भवति, एकत्र सूत्रद्वयस्य प्राप्तिः अस्ति चेत् यः त्रिपादी यानि सूत्राणि तेषु सर्वेषु सूत्रेषु पूर्वत्र सिद्धम् इत्यस्य अधिकारः वर्तते। अतः सर्वाणि सूत्राणि किं वदन्ति, मम अनन्तरं यानि सूत्राणि ते सर्वाणि शास्त्रसिद्धानि तेन वर्तन्ते, ते सूत्राणि तत्र ग्रन्थे एव नास्ति इति तत् सूत्रं वदति। परन्तु पूर्वे यानि सूत्राणि ते तु तस्य कृते किमपि नास्ति, केवलं पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रस्य कृते परसूत्रम् असिद्धं, परस्थितानि सर्वाणि सूत्राणि असिद्धानि इति तत्र पूर्वत्र सिद्धम् इत्यनेन भवति। सो यदा तत्र अपि च तत्र कार्यसिद्धम् इति अस्ति, इत्युक्ते तत्र पूर्वे एव परसूत्र त्रिपादी परसूत्रद्वारा कार्यं भवति चेत् अनन्तरं तत्र कोऽपि सपादसप्ताध्यायीसूत्रम् आयाति अथवा त्रिपादीस्थितः कोऽपि पूर्वसूत्रम् आयाति चेत् तस्य कृते परत्रिपादीसूत्रेण कृतं कार्यम् असिद्धं, तत् कार्यसिद्धम्। परन्तु यत्र एकस्मिन् स्थले सूत्रद्वयस्य प्रसक्तिः, एकस्मिन् सोपाने एकस्मिन् काले तत्र सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् तत्र निर्णयं कथं करणीयम्? एकं सूत्रं सपादसप्ताध्यायीसूत्रं, द्वितीयसूत्रं त्रिपादीसूत्रं, सो तत्र सरलमस्ति। तत्र यः सपादसप्ताध्यायीसूत्रं तेन सूत्रेण एव प्रथमे कार्यं करणीयम्। अनन्तरं कार्यं कृत्वा यदि पुनः तत्र द्वितीयसूत्रस्य प्रसक्तिः अस्ति चेत् करणीयं, नास्ति चेत् तत्र भिन्नचिन्तनं, तत्र द्वितीयसोपाने कस्य कस्य सूत्रस्य प्रसक्तिः तद् द्रष्टव्यम्। परन्तु एकस्मिन् काले एकस्मिन् समये त्रिपादी स्थितानि सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् तत्र सर्वदा प्रथमे, तत्रापि समानचिन्तनं, प्रथमे केन सूत्रेण कार्यम् इति तत्र चिन्तनम् अस्ति चेत् पूर्वसूत्रेण एव कार्यं करणीयम्। इत्युक्ते यदि तत्र इति शास्त्रसिद्धम्, इत्युक्ते पूर्वसूत्रस्य कृते परशास्त्रम् असिद्धम्। इत्युक्ते धातु अस्ति पच्, पच् इति धातुः अनुबन्धानां निष्कासनम् अनन्तरं पच् अस्ति। यदि अहं तत्र तुमुन् योजयामः, तुमुन् इति कृत् प्रत्ययः, साक्षात् धातु अनन्तरं विधीयते, यथा लट् लकारः साक्षात् धातु अनन्तरं विधीयते, अनन्तरं लकारस्य स्थाने तिवादयः विधीयन्ते साक्षात् धातु अनन्तरं, तथैव कृत् प्रत्ययाः सर्वे कृदन्त कृत् प्रत्ययाः अपि धातुः साक्षात् अनन्तरं तेषां विधानं महर्षिणा कृतम्। सो तुमुन् इति प्रत्यये नकारस्य इतस्ति, उकारः उच्चारणार्थं तुम् एव अवशिष्यते, सो पच् योग तुम् अस्ति। अत्र धातौ कोऽपि गुणप्रसङ्गः नास्ति। स्क्रीन् दृश्यते वा? सो धातुः कोऽपि गुणप्रसङ्गः नास्ति, अन्ते इकवर्णः नास्ति, उपधायां कोऽपि ह्रस्व इकवर्णः नास्ति, अपि च पुगन्तधातुः अपि नास्ति। तुमुन् इति प्रत्ययः कित् नास्ति, नित् नास्ति, गित् नास्ति, अतः अनेन प्रत्ययेन तत्र गुणकार्यं भवितुं शक्नोति, परन्तु धातौ कोऽपि गुणप्रसङ्गः नास्ति। सो इदानीं किं करणीयं? कोऽपि अङ्गकार्यं नास्ति, इदानीं वर्णमेलनं। परन्तु अत्र एकस्मिन् पदे अत्र पदनिर्माणं भवति, कृदन्तप्रातिपदिकस्य निर्माणम् अत्र भवति। एकस्मिन् पदे सन्धि अवकाशः अस्ति चेत् नित्येन करणीयम् इति तत्र नियमः, तत्र कोऽपि विकल्पः नास्ति। इदानीं पच् योगत अस्ति, चकारस्य साक्षात् अनन्तरं त अस्ति, सो अत्र कस्य कस्य सूत्रस्य प्रसक्तिः? वदतु, कोऽपि वदतु। स्तोः स्चुनाश्चुः इति सूत्रम्, सूत्रस्य कः अर्थः? मम ध्वनिः आयाति वा? कोऽपि वदतु। आं भगिनि, स्तोः चुनाश्चुः इति सूत्रेण सकारतवर्गयोः स्थाने सकारटवर्गः आगच्छति इति कदा? निमित्तं किम्? भगिनि, स्तोः चुना इति अस्ति निमित्तं, चुना स्तोः सकार तकार तु वर्गस्य स्थाने इति षष्ट्यन्तम्, ष्टु इति आदेशः भवति कदा? इत्युना शकारः अथवा चवर्गीयव्यञ्जनः अत्र तृतीयान्तम् अस्ति न इति पदम् अत्र तृतीयान्तम् अस्ति. सो पूर्वे अस्ति वा परे अस्ति वा तत्र केवलं पूर्वे द्वयोः स्थाने अपि भवितुं शक्यते. पूर्वे अपि भवितुं शक्यते, परमपि पूर्वे अपि भवितुं शक्यते, परमपि भवितुं शक्यते. सो अत्र तकारः स्थानिवर्णः, तकारस्य साक्षात् पूर्वे चवर्गीयव्यञ्जनः चकारः अस्ति. सो अत्र स्तोः श्चुनाश्चुः इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु अत्र प्राप्तिः न भवति. किमर्थं चेत् तत्र हलसन्धि यः प्रथमसूत्रम् अस्ति तत् अस्ति चोः कुः, चोः कुः इति सूत्रम्. चोः कुः इति सूत्रम् अष्टाध्याये द्वितीयपादे त्रिंशत् सूत्रम्. परन्तु स्तोः श्चुनाश्चुः इति अष्टमध्याये चतुर्थपादे चत्वारिंशतं सूत्रं, 40. स्तोः शुचुनाश्चुः इस् 41, परन्तु स्तोः शुचुनाश्चुः इस् 40 एण्ड् चोः कुः इस् 8.2.30. सो पूर्वसूत्रं किम्? अनयो चोः कुः. सो अत्र तादृश एव चिन्तनं भवति एकस्मिन् स्थाने. चोः कुः इति किम्? चोः इति स्थानिवर्णः, कुः इति आदेशः. सो चकारस्य चकारस्य तत्र कु आदेशः भवति. सो पदस्य अन्ते अस्ति, तत्र चकारस्य कु आदेशः भवति. सो अत्र चकारस्य कु इति आदेशः भवति. कथं? केन सूत्रेण? पूर्वत्र सिद्धम्. सो वि विल् रैट् पूर्वत्र सिद्धम् इत्यनेन प्रथमे चोः कुः इत्यनेन कार्यं, न तु स्तोः श्चुनाश्चुः. सो वी हेव् टु मेन्शन् द सूत्र, विच् सूत्र? पूर्वत्र सिद्धम्. तेन सूत्रेण एव अवगम्यते चोः कुः इत्यनेन कार्यं, न तु स्तोः शुचुना. इफ् वि डू दस् कार्य फ्रम् स्तोः शुचुना, अस्वादु पदं निष्पद्यते. सो तत्र त्रिपाद्यां सर्वदा पूर्वत्र सिद्धम् इत्यनेन एव तत्र चिन्तनं करणीयम्. यः पूर्वसूत्रम् अस्ति, एकस्मिन् समये सूत्रद्वयस्य प्रसक्तिः अस्ति चेत् सर्वदा पूर्वसूत्रेण एव कार्यं करणीयं प्रथमे, अनन्तरं प्रसक्तिः अस्ति चेत् पुनः करणीयं, नास्ति चेत् न करणीयम्. सो अस्मिन् सोपाने चोः कुः इत्यनेन कार्यं भूत्वा तत्र किं भवति? पक् भवति. सो रूपं किम् अस्ति? पक्तुं. सो पक्तुम् इति तत्र भवति, न तु तत्र चकारस्य पच् च न भवति. सः अत्र त स्थानि, परन्तु अत्र च स्थानि चकारस्य. तत्र यः स्तोः शुचुनाश्चुः इति त स्थानिवर्णः, च निमित्तं. सो पूर्वसूत्रेण एव कार्यं करणीयम् इति पूर्वत्र सिद्धम् इत्यस्य तत्र अधिकारः. अस्तु, इदानीं तत्र वयं किञ्चित् अभ्यासः अपि कृतवन्तः. इदानीं तत्र किञ्चित् अभ्यासं कृत्वा तत्र एतत् सूत्रस्य प्रयोजनं किमर्थम् इत्युक्ते तत्र मनसि प्रश्नः आयाति, ये शोपदेशदातवः यदि सर्वदा तेषां शकारस्य स्थाने सकारादेशः भवति, इत्युक्ते तत्र पदनिर्माणार्थं तत्र धातुः लौकिकरूपं यदा वयं निर्माणं कुर्मः चेत् तत्र शकारस्य सकारादेशः भवति. सो तत्र मनसि पृष्टः आयाति, किमर्थं महर्षिणा पूर्वे एव सकारः एव न दत्तं? तेन किम् अस्माकं कार्यं तत्र किञ्चित् तत्र सरलं भवति, परन्तु तत्र एतस्य कार्यस्य कृते तत्र प्रयोजनम् अपि अस्ति. तत् प्रयोजनं किम् इति अग्रे पश्यामः. इदानीं तत्र श्निः इति धातु अस्ति, श्निः इति धातु द्वयम्, एकं धातु अस्ति दिवादिगणे, द्वितीयमस्ति चुरादिगणे. दिवादिगणे यः धातुः सः परस्मैपदी धातुः. परन्तु चुरादिगणे यः धातुः सः उभयपदी धातुः इत्युक्ते तस्य रूपद्वयं तत्र वयं निर्मातुं शक्नुमः. सो अत्र एकनिमिषः, अस्मिन् वर्गे तु इदानीं न पठितम्. अस्तु, लक्ष्मी एच् एस् भगिनी अस्ति वा? अस्ति भगिनी. अत्र तत्र चुरादिगणे परस्मैपदी, चुरादिगणे उभयपदी धातुः, द्विवादिगणे परस्मैपदी धातुः, अत्र स्वराधारेण तत्र किं वक्तुं शक्यते? श्निः इति यः द्विवादिगणे अस्ति, तत्र यः अनुनासिककारः, तस्य विषये किं वक्तुं शक्यते भगिनि? नमस्ते भगिनि. अत्र अनुनासिककारस्य इत्संज्ञा भवति उपदेशे अज् अनुनासः. तत्तु सत्यं. चुरादिगणे श्निः इति धातुः परस्मैपदी. सो तत्र किं निष्कर्षं किम् अस्ति? अत्र तु चिह्नं न दत्तं. सो परस्मैपदी धातुः परस्मैपदी, उभयपदी, आत्मनेपदी कथं भवति? अत्र अकारस्य किं का तत्र कः प्रभेदः अत्र द्विवादिगणे? प्रायशः किं वदतु. हकारस्य अनन्तरं यः अकारः, तत्र अस्माकं निष्कर्षं किम्? इदानीं तु सूत्राणि जानीमः. सो अत्र तु चिह्नं न दत्तम्, अस्मिन् स्लैड् मध्ये तु चिह्नं न दत्तं, परन्तु वयं जानीमः तत्र सूत्राणि कानि, परस्मैपदी, आत्मनेपदी, उभयपदी. सो यः द्विवादिगणेश्निः इति धातुः, तस्य विषये यः अनुनासिककारः, तस्य विषये किं वक्तुं शक्यते? अत्र अनुनासिककारस्य चेत् उदात्त इति. सत्यं सत्यं, तदेव समा सरलमस्ति. अपि च यः दशमगणेश्निः इति धातुः, तस्य आकारः कीदृश आकारः? एतदपि अनुनासिक उदात्त, उभयपदी अस्ति. आम्, उभयपदी धातुः उभयपदी कदा भवति? स्वरिताकारः. आम्, सत्यं. सो अत्र यद्यपि धातुः समानं दृश्यते, परन्तु स्वराधारेण तत्र भेदः वर्तते इति तत्र वक्तुम् इच्छामि. सो तत्र यः अनु अकारः, यः अनुबन्धवर्णः, सः भिन्नः. अत्र उदात्त अनुनासिककारः, परन्तु दशमगणे यः अन्ते अनुबन्धवर्णः अकारः, सः अनुनासिक अस्ति, परन्तु स्वरित् अस्ति, स्वरित् अपि अस्ति. किमर्थं चेत् तत्र तादृशसूत्रम् अस्ति, स्वरितनित कर्त्री अभिप्राये क्रियाफले इति सूत्रम् अस्ति. इदानीं मास्तु, अग्रे पठामः तत्. अस्मिन् वर्गे तु न पठितं. पठितं वा? न पठितं. तत् न पठितं. धातुविज्ञानं तृतीय इति कर्तव्यं न पठितं. सो एतावता किं तत्र स्मर्तव्यं, यद्यपि तत्र धातुः समानं दृश्यते, अत्रापि दन्तन एव अस्ति. सो श्निः इति यः श्निः इति अस्ति, समानं दृश्यते, परन्तु तत्र स्वराधारेण तत्र भेदः. सो अत्र यः चतुर्थगणे यः हकार उत्तरवर्ती आकारः, सः उदात्त अनुनासिककारः, परन्तु दशमगणे यः अकारः, हकार उत्तरवर्ती यः अकारः, सः स्वरित् अनुनासिककारः. सो स्वराणां तत्र भेदाः सन्ति, अनुनासिक निरनुनासिक. अनुनासिक अस्ति चेत् तस्य उपदेश अवस्थायाम् इत्संज्ञा भवति. अनुनासिक स्वराणाम् उदात् स्वरित अनुदात् इति प्रभेदाः. तथैव निरनुनासिक स्वराणां, यः निरनुनासिक, अत्र यः इकारः सः निरनुनासिक. निरनुनासिक स्वराणाम् अपि उदात् अनुदात् तत्र स्वरित प्रभेदाः. सो तत्र तादृश तत्र चिन्तनं भवति. अस्तु, इदानीं यः चतुर्थगणे यः अस्ति कः वदति? श्निः यः अस्ति तत्र केन सूत्रेण कार्यम्? अत्रापि शकारस्य साक्षात् अनन्तरं न अस्ति, तत्र निरनुबन्धरूपं किं भवति? तस्मिन् तस्मै निरनुबन्धरूपं निरनुबन्धधातुः किं वदतु? अनुसूया भगिनी वदतु. उपदेशे तन्नास्क इति सूत्रेण अन्तिम अन्ते वर्धमान अनुनासिक अकारस्य इत्संज्ञा भवति. तत्र नो नः इति सूत्रेण नः अभवत् इति चिन्तनमस्ति. नो नः किम् अत्र धातुपाठे? अत्र न धातुपाठे अत्र मूर्धन्यनकारः दत्तं. सि धातुपाठे मूर्धन्यनकारः दत्तं, शकारस्य साक्षात् अनन्तरं मूर्धन्यनकारः अस्ति. सो अत्र सन्धिकार्यम् इत्युक्ते अत्र सन्धिकार्यं शकारस्य सकारः भवति, अपि च नकारः भवति. हा, केन सूत्रेण? अत्र सूत्राणि दत्तानि भगिनि. दशाभ्यां नो न नः इति सूत्रेण किमर्थम्? आं भगिनि, अत्र दशाभ्यां नो नः इति सूत्रेण न आगच्छति प्रथमं. किमर्थं चेत् अत्र शकारस्य साक्षात् अनन्त शकारस्य नकारस्य मध्ये किमपि नास्ति, किमपि नास्ति. षड्कं नकारस्य नकार आयाति, तदनन्तरं वेन् वि चेञ्ज् इट् टु स नकार विल् कम् बेक्. अत्र दशाभ्यां नूनः इत्यनेन कार्यं, पूर्वे केन सूत्रेण कार्यम् अभवत्? रशाभ्यां नूनः किमर्थं चेत् शकारस्य साक्षात् अनन्तरं तत्र नकारः अस्ति, अतः नकारः भवति. तदनन्तरं वेन् वि चेञ्ज् इट् टु स न अपवाद समथिङ्ग् सम सूत्र इति न निमित्तापाय नैमित्तिकस्य पाय निमित्ता अपवादे नैमित्यमपि वित्तापाये नैमित्तिकस्य. यु केन् सिम्पलि से पूर्वत्र सिद्धम् इति शास्त्रेण, पूर्वत्र सिद्धम् इत्यनेन तत्र धात्वादेशः सः इति सूत्रस्य कृते णत्वकार्यम् असिद्धं. रशाभ्यां नो नः इति अनेन सूत्रेण किं भवति? णत्वकार्यं भवति. तत् कार्यमेव असिद्धम् अस्ति, पूर्वत्र सिद्धं. धात्वादेशः सः सूत्रस्य कृते रशाभ्यां नो नः इति सूत्रं कार्य असिद्धं. तेन सूत्रेण यत् कार्यं पूर्वे कृतं तत् असिद्धम्, अतः तत्र कार्यं न भवति. अदादिगणे परस्मीपदी अस्ति, अतः स्निह्यति भवति. अदादिगणे अस्ति वा? तत्र चतुर्थगणे अस्ति. रूपं किम् अस्ति? अधिक अ अधिक द्विवादिगणे यति, तत्र केवलं तत्र कः चतुर्थगणे? चतुर्थगणे तत्र कर्तरी शप् सूत्रस्य बाधकसूत्रं किं भगिनि? कर्तरी शप् केवल प्रथम भवादिगणे चुरादिगणे एव भवति. द्विवादिगणस्य विषये तत्र कर्तरी शप् सूत्रस्य बाधकसूत्रं किम्? युवादिभ्यः शन् युवादि शन् इति सूत्रेण उपाधिगणे एव भवति दिवादौष इति सूत्रेण दिवादिभ्यः शन् शकारः यकारः अकारः नकारः शन् इति भवति अलन्त्यमिति सूत्रेण नकारस्य इत्संज्ञा भवति दशकत्वदिति इति सूत्रेण प्रथमवर्धमान शकारस्य इत्संज्ञा भवति अतः य एव अवशिष्यभागं निः अधिकं शन् सार्वधातुकप्रत्ययः अस्ति परन्तु अपि तस्य सार्वधातुक अपि नित्वत् इति सूत्रेण कोऽपि कार्यं न भवति अतः कोऽपि कार्यं वा गुणकार्यं न भवति किमिति च सूत्रद्वारा केवलं गुणकार्यस्य निषेधः अपि च वृद्धिकार्यस्य निषेधः कार्यद्वयस्य एव निषेधः सो अत्र यद्यपि गुणप्रसङ्गः अस्ति तथापि गुणकार्यं न भवति उपदायाम् इत्सर्णा अन्ते एव इत्सर्णः नास्ति प्रत्याहारः नास्ति अतः स्निह्यति इति भवति स्निह्यति हकारः अत्र हल् हलन्तदातुः अस्ति हल् एव स्निह्यति इति रूपं योजनेन स्निह्यति भवति अस्तु भगिनि धन्यवादः पूर्णिमा भगिनि दशमगणे तत्र वदति वा दशमगणे किं भवति सर्वैः अवगतं वा आं महोदय वदामि वदतु दशमगणे स्नेह परन्तु प्रथम प्रत्ययः आगच्छति इकार आगच्छति अनन्तरं शप् आगच्छति स्नेह धात्वादेः सहसः इति सूत्रस्य आधारेण शकारस्य सकारः भवति अकारस्य उपदेशे अनुनासिकः इति सूत्रस्य आधारेण प्रथम अकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति स्निह् इति धातुः भवति स्निह् अधिकै स्निः भवति स्निः भवति स्निः नन्तरम् अधिक शप् स्निः शप् प्रकरणस्य विकरणप्रत्ययः शप् प्रत्ययस्य अङ्गं भवति भगिनी शृणोतु भगिनि नीच् इति प्रत्ययेन किमपि कार्यं नास्ति वा अत्र केवलं वर्णमेलनम् अस्ति वा नीच् इति प्रत्ययः कीदृशप्रत्ययः धातु अनन्तरं यः प्रत्ययः आयाति तस्य नाम कः भगिनि धातु अधिक अनन्तर विकरणप्रत्यय अनन्तर आयाति प्रथमं निच् प्रत्यय आयाति खलु आं निच् प्रत्यय निच् प्रत्यय निमित्तीकृत्य अत्र कार्याणि भवति वा न भवति अत्र तु किमपि इकारस्य किमपि गुणकार्य भवति इकार अस्ति उपादायाम् इकार अस्ति भगिनि इकार अस्ति उपादायाम् इकार अस्ति निष्प्रत्यय किमपि न भवति निः एव भवति किमर्थं निच् इति प्रत्ययः कीदृशप्रत्ययः अपित् प्रत्ययः पित् अपित् कुत्र द्रष्टव्यं भगिनि पित् अपित् कुत्र द्रष्टव्यं केवल सार्वधातुक एतत् तु अर्धधातुकप्रत्ययः अस्ति अत्र न द्रष्टव्यम् न द्रष्टव्यम् अस्तु न द्रष्टव्यम् आर्धधातुकमध्ये बाधा न भवति बाधा भवति भवति भगिनि आर्धधातुक कित् गित् नित् अस्ति चेत् बाधा भवति साक्षात् कित् अस्ति अथवा गित् अस्ति अथवा नित् अस्ति चेत् तत्र बाधा भवति परन्तु निच् इति प्रत्ययः कित् न गित् न नित् न नित् न अपि च सार्वधातुक अपि नास्ति परन्तु अत्र परन्तु अत्र इकार अस्ति अत्र कोऽपि अकार इकार एकार भवति वा भवति वा उगन्तलघुपदस्य सूत्रस्य कः अर्थः भगिनि उगन्तलघुपदस्य गुणः भवति इकारस्य एकारे भवति ने भवति कदा भवति कदा निमित्तं किम् पुगन्तलघुपदस्य च इति सूत्रस्य कृते निमित्तं किम् वाट् इस् द कारणं येन तत्र गुणः भवति ह्रस्व ह्रस्व एकवर्णः अस्ति चेत् उपदायां तस्य गुणः भवति तत्तु स्थानिवर्णः न मम प्रश्नः कः निमित्तं किम् केन कारणेन तत्र निमित्तं तदेव निमित्तं नास्ति इति अहम् उक्तवती निमित्तं तत्रापि ईकारः अस्ति तत्रापि ईकारः अस्ति ईकारस्य गुणस्य प्रसक्तिः न भवति इति अहम् उक्तवती भगिनि सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तस्य अङ्गस्य गुणः भवति यदा तस्य परे कोऽपि सार्वधातुक अथवा अर्धधातुक प्रत्ययः विधीयते इति सार्वधातुक अर्धधातुकयोः अनन्तरं साक्षात् अनन्तरं महर्षि वदति पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इति किं किं करणीयं गुणः अर्धधातुकयोः अङ्गस्य एकः गुणः ह्रस्व एकः गुणः सो अत्र लघुपद अङ्गमस्ति तस्य परे अर्धधातुक प्रत्ययः किमर्थं गुणः न करणीयम् अत्र करणीयं निच् प्रत्ययनिमित्ति कृत्य उपधायां गुणः भवति परन्तु अन्ते कोऽपि अच् वर्णः अस्ति चेत् तस्य गुणः न भवति तस्य वृद्धिः भवति परन्तु यदि उपधायां कोऽपि इ ऊरु अस्ति चेत् निच् प्रत्ययनिमित्तीकृत्य गुणः अपि भवति चुर् चोर् भवति चुरादिगणे चोरयति इति रूपं चुर् चोर् भवति निच् कारणेन एव चुर् चोर् भवति चुर् इति आम् अत्र केन सूत्रेण कार्यम् पुगन्तलघुपदस्य एव योग ई अत्र इकारः भवति किमर्थं चेत् आर्धधातुक् कित् गित् नित् विहाय प्रत्ययः अस्ति अतः उपधायां गुणः भवति स्नेही इति किम् अस्ति स्नेही इति तस्य कः का संज्ञा निच् क निच् इति निजन्त अस्ति ये निजन्त ये निजन्त सन्ति तेषां किं संज्ञा धातु इति संज्ञा अस्ति इदानीं स्नेही अपि धातुः अस्ति तस्य स्नेही अपि स्नेही अपि धातुः अस्ति स्नेही अधिक शप्र केन सूत्रेण अस्य शब्दसमूहस्य धातु इति नामकरणं केन सूत्रेण विस्मृतवती अहं सनाद्यन्तः धातवः चिन्ता मास्तु सनाद्यन्तः धातवः सनाद्यन्तः सो इदानीं धातु अस्ति अस्माकं समीपे धातुः अस्माकं विवक्षा किं लटि एकवचनस्य विवक्षा लटि एकवचनस्य इदानीं शप् इदानीं शप्रत्ययस्य अङ्गेहि भवति इदानीम् अत्र दृश्यतु अस्माकं विवक्षा किं लट्लकारस्य एकवचनस्य विवक्षा लट् लकारे टकारस्य संज्ञा अकारः उच्चारणार्थं लस्य इत्यनेन एकवचने तिप् इति प्रत्ययः सो तिप् इति प्रत्ययः कीदृशप्रत्ययः वी हेव् टु रिमेम्बर् आल् दीस् स्टेप्स् देट् इस् वै ऐ एम् सार्वधातुक् अपि च सार्वधातुक् प्रत्ययेषु किं द्रष्टव्यं पित् अपि द्रष्टव्यं पित् अस्ति इदानीं मास्तु तत् आम् इदानीं सार्वधातुक् प्रत्ययः धातोः इदानीं स्नेही इति धातु अस्ति धातुः साक्षात् अनन्तरं कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति चेत् किं करणीयं कस्य सूत्रस्य प्रसक्तिः धातुः साक्षात् अनन्तरं सार्वधातुक् प्रत्ययः कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति चेत् कर्तरि शप् सूत्रेण अत्र किं शप् मध्ये आयाति इति तत्र सोपानानि सन्ति वी हेव् टु रैट् द स्टेप्स् एण्ड् द सूत्र केन सूत्रेण कार्यम् इदानीं वदतु कर्तरि शप् इति सूत्रस्य आधारेण शकार शप् विकर्ण शप् प्रत्ययः भवति शकारस्य लशक्वतदिते इति सूत्रस्य आधारेण संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति पकारस्य हनन्त्यमिति सूत्रस्य आधारेण इच्छङ्ना भूत्वा तस्य लोपः भवति अकार अवशिष्यभागम् ई स्नेही अधिक आ भवति यचोवयावः इति सूत्रस्य आधारेण स्नेहया इति भवति शप् प्रत्ययस्य कृते कीदृश अङ्गम् अङ्गं दातु स्नेही एव उक्तवती स्नेही शप् प्रत्ययस्य अङ्गमस्ति उक्तवती भगिनी इगन्त अङ्गस्य अनन्तरं सार्वधातु पित् प्रत्ययः अस्ति चेत् किं करणीयम् एतत् धातु अस्ति इगन्तधातु अस्ति अन्ते इकारः इक् वर्णः तस्य साक्षात् अनन्तरं इकारस्य एकार भवति स्नेहे इति भवति अनन्तरम् अकार योजयित्वा आय् भवति ए अधिक आय् इक्वल् टु आय् अत्र केन सूत्रेण गुणकार्यं भगिनि भगिनि अङ्गस्य सार्धधातुक अर्धधातुक अङ्गस्य इकः गुणः सूत्रं किम् सार्वधातुक अर्धधातुकयोः अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य एकारः इदानीम् अङ्गस्य इकः गुणः सूत्रसाधारणे इकारस्य एकारः भवति एकारादिक आकार एचोवयावायाः इति सूत्रस्य आधारेण अया इति भवति आय् इति भवति तिप्रत्ययस्य ति योजनेन स्नेहयति इति भवति अत्र स्नेहयति हयति भवति ह्यति न भवति अत्र ह योग अ अपि अस्ति अनन्तरं य योग अ अपि अस्ति स्नेहयति तत्र आत्मनेपदी अस्ति चेत् तत्र समानप्रक्रिया केवलं तत्र ति स्थाने ते आयाति स्नेहयति यते इति भवति किमर्थं चेत् धातुः उभयपदी अस्ति दशमगणे स्निः इति धातुः उभयपदी अस्ति अतः रूपद्वयं निष्पद्यते एकम् अस्ति परस्मैपदीरूपं द्वितीयम् अस्ति आत्मनेपदीरूपम् अतः तत्र रूपद्वयं सो वी हेव् टु रिमेम्बर् आल् द सूत्रास् एण्ड् द स्टेप्स् कदा कस्य कस्य प्रत्ययस्य प्रसक्तिः कस्मिन् सोपाने सि पूर्वे वयं प्रथम यः अस्माकं पाठः आसीत् तत्र वयं किं दृष्टवन्तः पाठयोग शापयोग तिप् इति भवति परन्तु तत्र शप् इति तिप् तिप्पस्य अनन्तरं शप् इति विधानं भवति तिप् कारणेन एव शप् आयाति इति तत्र सर्वदा स्मर्तव्यं तिप् अस्ति चेदेव शप् आयाति कोऽपि अन्यदा प्रत्ययः अस्ति चेत् कदाचित् शप् न आयाति आर्धधातु प्रत्ययः अस्ति चेत् शप् न आयाति सो प्रथमे तिप् आयाति तिप् कारणेन धातोः अनन्तरं शप् शष्ण एतादृशः विकरणप्रत्ययः आयान्ति इति तत्र सर्वदा स्मर्तव्यं सर्वैः अवगतं वा अत्रापि स्नेहा कारणेन तत्र किं रूपं निष्पद्यते स्नेही इति आतिदेशिकधातुः सो आतिदेशिकधातुः विषये खलु एकारस्य एकारः भवति इकारस्य एकारः आदेशः गुणः निच्कारणेन आम् उपादायम् अस्ति अतः भवति उपादायं नास्ति चेत् न भवति निच् इति प्रत्ययः आर्धधातु प्रत्ययः सकारः नकारः इकारः हकारः हकारस्य साक्षात् पूर्वे ह्रस्व इकारः ह्रस्वस्वरः अतः स्नेह भवति उपादायां ह्रस्व इक् वर्णः निच् इति प्रत्ययः आर्धधातुप्रत्ययः अतः उगन्तलघुपदस्य च इति सूत्रेण उपधायां स्थितस्य ह्रस्व लघु इकवर्णस्य गुणः आर्धधातुकप्रत्ययः निमित्तीकृत्य आर्धधातुकप्रत्ययः कित् नास्ति गित् नास्ति नित् नास्ति अतः सर्वदा तत्र एतदेव भवति निच् कारणेन उपधायां सर्वदा गुणः भवति यदि उपधायां कोऽपि इक् वर्णः अस्ति इ ऊरु अस्ति चेत् ह्रस्व इ ऊरु अस्ति चेत् तत्र सर्वदा गुणकार्यं भवति भगिनि निच् कारणेन परन्तु आम् परन्तु अन्ते कोऽपि इकवर्णः अस्ति चेत् निच् कारणेन तत्र गुणः न भवति तत्र वृद्धिकार्यं भवति अन्ते स्थितस्य इकवर्णस्य किमर्थं चेत् तत्र सूत्रं सूत्रद्वयम् अचोणिनीति अपि च अत् उपधायाः अधिकं शप् केवलम् अन्ते वर्तमान इकारस्य गुणः भवति वा उपधायामपि स्वरः उपधायामपि स्वरः कथं तत्तु न सम्भवति न भगिनि इदानीम् उपधायां हकारः अस्ति स्वरद्वयं तु तत्र एकत्र न भवितुम् अर्हति न यदि अन्ते एक वर्णः तु उपधायां तु कोऽपि व्यञ्जनः एव अस्ति सर्वदा एकारः इस् नाट् इकवर्णः तस्य गुणः एव न भवति इकवर्णानाम् एव गुणः अस्तु अस्तु महोदय दिवादिगणे बिकास् आफ् अपि इट् डजन्ट् चेञ्ज् दिवादिगणे सार्वधातुक अपित् प्रत्ययः शनित् सार्वधातुक अपित् प्रत्ययः अतः तत्र न तत्र कोऽपि गुणकार्यमेव न सम्भवति शन् कारणेन इदानीम् अत्र दृश्यतु यदा वयं पाठयोग निच् कुर्मः पाठ्यः अस्ति तत्र कोऽपि गुणप्रसङ्गः नास्ति परन्तु अत्र उपधायां ह्रस्वकारः सो अचोणिनीति इति सूत्रेण अन्ते स्थितस्य अच् वर्णस्य वृद्धिः भवति निच् कारणेन निच् प्रत्ययनिमित्तीकृत्य निच् अपि च ञित् प्रत्ययः तालुवर्णः यः अस्ति ञित् प्रत्ययः ञित् अस्ति अथवा ञित् अस्ति चेत् तत्र अन्ते स्थितस्य अच् वर्णस्य वृद्धिः इदानीम् अत्र तत्र सूत्रद्वयं यथा तत्र सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च तत्र उपधायामपि गुणः भवति अन्तिम इकवर्णस्य अपि गुणः भवति सूत्रद्वयस्य आधारेण वृद्धिः अपि सूत्रद्वयस्य तत्र सर्वदा द्रष्टव्यम् एकमस्ति अचोणिनीति अचोणिनीति इति सूत्रेण अलो अनन्तस्य इत्यनेन अन्तिम अच्वर्णस्य तत्र द्वितीयसूत्रम् अस्ति अत् उपधायाः अत् इति तपरकरणम् अस्ति अत् इत्युक्ते ह्रस्व अकारः अत् उपधायाः अचोणिनीति इति सूत्रस्य तत्रापि सम्पूर्णतया अनुवृत्तिः इत्युक्ते नित् प्रत्ययः परे अस्ति अथवा कण्ठ मूर्धन्यनकारः यस्मिन् प्रत्यये यत् अणित् प्रत्ययः परे अस्ति चेत् अत् उपधायः इति सूत्रेण अकारस्य तत्र वृद्धिः भवति सो तत्र किं भवति पाठ अकारस्य वृद्धिः आकारः सो पाठी इति नूतनधातुः तत्र अचोनिनीति अपि केवलम् इकवर्णानां न वृद्धिः अचोनिनीति अच् अन्ते अस्ति यत् किमपि अच् अस्ति तस्य वृद्धिः आदेशः भवति निच् अपि च अकारः इकवर्णः नास्ति सूत्रद्वयम् अत् उपधायाः उपधायां ह्रस्व अकारः अस्ति चेदेव गुणः कोऽपि अन्यवर्णस्य वृद्धिः न भवति उपधायां निच् प्रत्ययः अपि च नित् निमित्तीकृत्य केवलं ह्रस्व अकारस्य एव वृद्धिः कोऽपि अतः तत्र किम् उपधायाम् इ ऊरु अस्ति चेत् तत्र वृद्धिकार्यं न भवति गुणकार्यमेव भवति तत्र केवलम् अकारस्य एव वृद्धिः सो यदि उपधायां कोऽपि इ ऊरु अच् अकारस्य विहाय कोऽपि अन्यस्वरः अस्ति चेत् तत्र निच्कार्यं पुगन्तलघुपदस्य च सामान्यसूत्रेण कार्यं गुणः भवति यथा अकारः अस्ति चेत् वृद्धिः भवति सूत्रद्वयं सर्वदा स्मर्तव्यं सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च तेन एतयोः सूत्रयोः गुणकार्यम् अचोनिनिति अत् उपधायाः इति वृद्धिकार्यं तत्रापि अन्ते अपि च उपधायां समानचिन्तनमस्ति परन्तु वृद्धि इति कदा भवति केवलं नित् अपि च नित् प्रत्ययः निमित्तीकृत्य एव तत्र शपकारणेन वृद्धिः न भवितुं शक्नोति ल्युट् कारणेन ल्युट् इति प्रत्ययेन निमित्तीकृत्य तत्र न भवितुं शक्नोति वृद्धिकार्यं तत्र निमित्तं सर्वदा यत् किमपि सूत्रं वयं पठामः तत्र निमित्तम् आवश्यकं केन कारणेन कार्यम् इति तत्र सर्वदा स्मर्तव्यम् परन्तु गुणकार्यं तु यत्किमपि सार्वधातुक् आर्धधातुक् प्रत्ययः अस्ति केवलं किमिति गुणकार्यं केवलम् इक् वर्णानाम् एव गुणकार्यम् अच् वृद्धिः तु अच् वर्णानां वृद्धिः अच् वर्णाम् अचोनिनीति इति अस्ति अचः स्थाने तत्र वृद्धिः भवति अन्ते स्थितस्य अच् वर्णस्य परन्तु उपधायां केवलं ह्रस्वाकारस्य कुत्र अचुवर्णः इत्युक्ते सर्वे स्वराः सन्ति बहु अन्ते इ ऊरु दीर्घ इ ऊरु अ अस्ति चेत् किं भगिनि भगिनि अत्र हा क्रू अस्ति चेत् कार भवति दीर्घ ऋकारस्य गुण वृद्धिः किम् आकारः आ इति अस्ति वृद्धिवर्णः के तत् द्रष्टव्यं वृद्धि यथा तत्र गुणवर्णः के अकारः एकारः ओकारः इति गुणवर्णः गुणादेशः भवति न अकारः एकारः ओकारः गुणवर्णः वृद्धिवर्णः के आकारः दीर्घ आकारः ऐकारः अपि च औकारः एते आदेशः एव भवितुं शक्नोति सो यदि अन्ते सपोज् अन्ते आल्रेडि दीर्घवर्णः आदौ निच् प्रत्ययः तत्र तु प्रसक्तिः एव नास्ति प्रथमे एव दीर्घवर्णः तु दीर्घस्य वृद्धिः किं करणीयं न करणीयं न परन्तु यदि ह्रस्व कोऽपि ह्रस्व अस्ति अ अस्ति इ अस्ति उ अस्ति रु अस्ति दीर्घरुकारः अस्ति दीर्घ ईकारः अस्ति दीर्घ ऊकारः अस्ति तत्र वृद्धिः भवति तत्र चेञ्ज् भवति वृद्धि आदेशः भवति सो यदा क्रू अस्ति क्रू इति धातुः अस्ति तस्य अनन्तरं निच् योजयामः निच् इति प्रत्ययः योजयामः सो अत्र रु इति अचवर्णः अपि अस्ति इक् वर्णः अपि अस्ति सो अत्र सार्वधातुकार्धधातुकयोः इति सूत्रं बाधित्वा अचोनिनिति इति सूत्रेण कार्यं सो अचोनिनिति इस् एन् अपवादसूत्र फार् विच् फार् सार्वधातुकार्धधातुक् सार्वधातुकार्धधातुकयोः इति सामान्यसूत्रम् इट् सेस् देट् वट् एवर् सार्वधातुक् प्रत्ययः वट् एवर् आर्धधातुक् प्रत्ययः परे अस्ति चेत् तत्र गुणकार्यं करणीयम् परन्तु अचोनिनिति इति सूत्रं वदति णित् प्रत्ययः अपि च णित् प्रत्ययः परे अस्ति चेदेव वृद्धिकार्यं कोऽपि भिन्नप्रत्ययः अस्ति चेत् वृद्धिकार्यं न भवति सो सूत्रं निरवकाशः मा भवेत् इति अपवादस्य लक्षणं सो अत्र अपवादत्वेन वृद्धिः भवति ऋकारस्य वृद्धिः किं ऋकारस्य वृद्धिः आ ऐ औ एतेषु केवलम् आ एव आगन्तुं शक्यते, एतेषु त्रयेषु केवलम् आ. इदानीम् अन्वर्णः अस्ति चेत् रपरः अपि भवति, पुरन्रपरः इत्यनेन ऋकारस्य स्थाने यदा अन्वर्णस्य आदेशः तदा सः रपरे रहपरे आयाति, सो तत्र आर् भवति. कारी इति नूतन धातुः, कर्ण भवति, परन्तु यदा वयं त्वा कुर्मः चेत् अथवा कोऽपि अन्य आर्द्रधातु नित् नित् विहाय कोऽपि ल्युट् कुर्मः चेत् तत्र केवलं गुणकार्यं भवितुं शक्नोति, तत्र कर् भवति, तत्र अर् इति आदेशः, न तु कार् इति आदेशः इति तत्र भेदः. वृद्धिवर्णः सर्वदा स्मर्तव्यं, गुणवर्णः अपि स्मर्तव्यं. यत्र गुणादेशः तत्र एते वर्णः एव आदेशरूपेण आगन्तुं शक्यते, यत्र वृद्धि आदेशः तत्र एते वर्णः आदेशरूपेण आगन्तुं शक्यते. यदि मूले एव एते वर्णः वृद्धिवर्णः तत्र तु न भवति कार्यम्. अस्तु चन्द्रमति भगिनि, धातोः अन्ते ह्रस्वं वा दीर्घं वा इक्वर्णः अस्ति चेत् णिच् प्रत्यये परे वृद्धिः भवति वा? तत्र अचोनिमिति, तत्र किमपि लघु वा रस्य वा दीर्घ, यथा तत्र सार्वधातुक अर्धधातु सार्वधातुक अर्धधातुकयोः अन्ते दीर्घ इक्वर्णः अथवा ह्रस्व इक्वर्णः तस्य गुणः भवति, तथैव अत्र अपि अस्ति. अन्ते कोऽपि ह्रस्व वा दीर्घ वा अच् वर्णः अस्ति चेत् तस्य वृद्धिः आदेशः भवति, परन्तु उपधायां तु ह्रस्वस्वर ह्रस्व इकवर्णानां गुणः अपि च ह्रस्व अकारस्य वृद्धिः. किमर्थं चेत् तदेव सूत्रं वदति, केवलम् उपधायाम् अत् वर्णस्य एव वृद्धिः निति निति परे. सूत्रं तादृशम् अत् उपधायः, तत्र केवलं ह्रस्वाकारः, यत्किमपि अच्वर्णः यस्य वृद्धिः भवितुं शक्नोति. उपधायाम् आकारः अस्ति चेत् तत् वृद्धिः भवति, अन्ते आकारः अस्ति चेत् पुकागमः भवति. न न अन्ते पुकागमस्य कृते निमित्तं तत्र आम् आम् आम् सत्यम्. तत्र अर्त्रि हिरि उलीरि कनुयि शमयि आताम् आतामपि अस्ति, आताम् आकारान्त धातूनां निचि परे तत्र पुकागमः भवति. तत्र अनन्तरं गुणप्रसङ्गः एव नास्ति, किमर्थं चेत् आकारस्य परे पुकागमः भवति चेत् आकारान्त धातूनां विषये गुण अपि च वृद्धि अवकाशः नास्ति, परन्तु पुकागमः तु भवति निचि परे. तत् समानं स्टीम्, चेतन भगिनि स्टीम् विषये वदति वा? चतुर्थगणे प्रयत्नं करोमि भगिनि. सरलं स्टीम् उपदेशे अर्जुननासिक इति सूत्रेण अन्तिम अनुनासिक अकारस्य इत्संज्ञा भवति, तदनन्तरं लोपः भवति, ष्टीम् अवशिष्यते. निरन्नुबन्धरूपं ष्टीम् अस्ति. इदानीं धात्वादि शः सः इति सूत्रेण स भवति, परन्तु ओरिजिनलि एतत् ट न आसीत्, थ आसीत्. अत्र केन सूत्रेण, पूर्वे केन सूत्रेण कार्यम् अभवत्? ष्टुना स्टुः इति सूत्रेण तकारस्य स्थाने तकारः भवति. एतत् धात्वादेशः सः न दृश्यते, अतः स एव तिष्ठति. स एव तत्र पुनः आयाति तीम् इति भवति. इदानीं चतुर्थगणे अस्ति, धातुः चतुर्थगणे अस्ति, अपि च परस्परगणे दिवादिगणः. अतः तीं योग पकारस्य हलन्त्यम् इति सूत्रेण पकारः अपगच्छति, तीं योग ती भवति. दिवादिभ्यः ष्यन् इति सूत्रेण स्तीं योग ष्यन् योग ती भवति. दिवादिभ्यः ष्यन् इति सूत्रस्य कृते निमित्तं किं भगिनि? दिवादि निमित्तं वा? षन् इति षन् इति प्रत्ययः केन कारणेन अत्र आयाति? तत्तु सत्यं, दिवादिभ्यः षन् कर्तरिशप् सूत्रस्य अपवादसूत्रम् अस्ति. स्वनिमित्तं किम्? दिवादिभ्यः षन् इति सूत्रस्य कृते निमित्तं किं, कारणं किं, केन कारणेन षन् आयाति? तिप् प्रत्ययस्य. तिप् इति प्रत्ययः कीदृशप्रत्ययः? सार्वधातुकप्रत्ययः अस्ति. अपि च? अपि च अपि अस्ति. न, तत्तु निमित्तं नास्ति, तत् सत्यम्. अपि तत् अस्ति, तत् सत्यं, परन्तु शन् इति प्रत्ययस्य कारणं किं? शन् इति यः आगमनं भवति, शन् इति प्रत्ययस्य विधानार्थं निमित्तं किम् इति वदामः चेत् कर्तर्थक् सार्वधातुक् प्रत्ययः. तव तु अपि कर्तर्थक् अस्ति, परन्तु सार्वधातुक् नास्ति. यदा वयं स्तीं योग तव तु कुर्मः, तव तु कर्तर्थक् अस्ति, कर्तरि कर्तारमेव बोधयति, परन्तु आर्धधातुक् अस्ति तव तु. सो शन् शना शप् एतानि ये विकरणप्रत्ययाः मध्ये आयान्ति तेषां सर्वेषां सूत्राणां कृते निमित्तम् अस्ति कर्तर्थक् सार्वधातुकप्रत्ययः. इत्युक्ते कर्मर्थक् प्रत्ययः अस्ति चेत् आयाति, यद्यपि सार्वधातुक्. सो निमित्तद्वयं प्रत्ययः, यः प्रत्ययः धातुः साक्षात् अनन्तरं सः कर्तर्थके अस्ति, अपि च सार्वधातुक् अस्ति, तदा एव शन् आगन्तुं शक्यते, अन्यथा शन् न आगन्तुं शक्यते. शन् इति यः अस्ति कर्तरि शप् सूत्रस्य अपवादसूत्रं, परन्तु तत्रापि कर्तर्थक् सार्वधातुक् प्रत्ययपरे एव शप् आगन्तुं शक्यते इति तत्र निमित्तम् अस्ति. सो ती इस् अ सच् टैप् आफ् प्रत्ययः. सिन्स् ती इस् अ सार्वधातुक् कर्तर्थक् प्रत्ययः, अतः अत्र मध्ये शन् आगन्तुं शक्यते इति तत्र चिन्तनम्. सो धातुः अनन्तरं कर्तर्थक् आर्धधातुप्रत्ययः अस्ति चेत् शन् न आगन्तुं शक्यते. सो निमित्तद्वयं शन् प्रत्ययस्य विधानार्थं निमित्तद्वयम् आवश्यकं, तथैव शप् प्रत्ययस्य विधानार्थं निमित्तद्वयम् आवश्यकं कर्तर्थक् आर्धधातुप्रत्ययः. ध्वनिः आयाति भगिनि, न श्रूयते. इदानीं म्यूट् कृतवती. इदानीम् आयाति वा ध्वनिः? आं भगिनि. हा, इदानीं वदतु. सो ये घनविकरणप्रत्ययाः, सो घनविकरणप्रत्ययाः शप् श श्नु श्नम् श्ना शन् एते सर्वे विकरणप्रत्ययाः कर्तर्थक् सार्वधातुक् प्रत्ययपरे एव आगन्तुं शक्यते इति सर्वदा स्मर्तव्यम्. इदानीं वदतु. क्षमतां. नमस्कारः. कर्तर्थक् सार्वधातुक् सूत्र विच् सूत्र इस् इट् reference the विकरणप्रत्ययस्य यानि सूत्राणि ते कुत्र प्रारभ्यते, ग्रन्थे कुत्र प्रारभ्यते, कर्तरि शप् इति तत्र प्रथमसूत्रमस्ति. कर्तरि शप् सूत्रस्य पूर्वे अस्ति सार्वधातुके यक्, तस्य पूर्वसूत्रमस्ति. अनन्तरं सार्वधातुके यक् अनन्तरं कर्तरि शप्. सो कर्तरि शप् सूत्रे पूर्वसूत्रात् सार्वधातुके इति पदस्य अनुवृत्तिः भवति. सो कर्तरि शप् सूत्रस्य अनुवृत्तिसहितसूत्रं किम्? कर्तरि शप् सार्वधातुके इति सम्पूर्णसूत्रमस्ति. अनन्तरं तत्र दिवादिभ्यः शन्, तनादिकृन्भ्यः उः, स्वादिभ्यः श्नम् इति तत्र सूत्राणि आयान्ति. सो तेषु सर्वेषु सूत्रेषु फ्राम् द कर्तरि शप् सूत्रः कर्तरि इति पदस्य अनुवृत्तिः, अपि च सार्वधातुके यत् इति सूत्रतः सार्वधातुके इति पदस्य अनुवृत्तिः भवति. सो इफ् यु सी द सूत्रपाठः, यु केन् सी द पुस्तक एण्ड् यु केन् चेक् दीस् आल् दीस् सूत्रास्. सो तत्र पदद्वयस्य सर्वत्र अनुवृत्तिः भवति, कर्तरि सार्वधातुके, कर्तरि दिवादिभ्यः शन्, कर्तरि सार्वधातुके इति तत्र अनुवृत्तिः. किमर्थं चेत् तत्र साक्षात् अनन्तरम् एते सूत्राणि महर्षिणा स्थापिताः. मम प्रश्नमस्ति, कर्तर्के सार्वधातुकं सूत्रमस्ति वा? न न, तत्र कर्तर्के सार्वधातुकं निमित्तमस्ति अपवादसूत्रस्य प्रति, किन्तु कर्तर्के सार्वधातुकं सूत्रं नास्ति. तत् सूत्रम् आवश्यकमेव नास्ति न सि तत्र प्रत्येकस्य प्रत्ययस्य विधानार्थं तत्र महर्षिणा साक्षात् दत्तम्. एतत् प्रत्ययः भावे प्रयोगे तत्र भावे प्रयोगे भवति वा, कर्तरि प्रयोगे भवति वा, कर्मणि प्रयोगे भवति वा इति तत्र सर्वदा यः प्रत्ययस्य सूत्रम् अस्ति, यः प्रत्ययस्य विधानं यथा तत्र तिङ्प्रत्ययानां, सो अथवा तिङ् कुत्र आयाति? तिङ्गलस्य स्थाने आयाति. सो पूर्वे अपि कुत्रचित् मया उक्तं, तत्र एकं सूत्रम् अस्ति लः कर्मणि च भावे च इति एकं सूत्रम् अस्ति. सो तेन किम् अवगम्यते? लस्य स्थाने ये तिवादयः तेषां प्रयोगः कर्मणि अपि भवितुं शक्नोति, कर्तरि अपि भवितुं शक्नोति, भावे अपि भवितुं शक्नोति अस्माकं विवक्षानुसारेण. सो तिप् केन् बि यूस्ड् फार् कर्तरि प्रयोगः, फार् कर्मणि प्रयोगः एण्ड् फार् भावे प्रयोगः. सो तिङन्त ये तिङन्ताः सन्ति, तिङ् पदाः सन्ति, दे केन् बि अ कर्मणि पदं, दे केन् बि अ कर्तरि पदम् एण्ड् दे केन् बि अ भावे पदम् इति तत्र एकं सूत्रम् अस्ति. इदानीं तु 77 एकनिमिषः महोदय, सूत्रं कुत्र अस्ति? तृतीय अध्याये चतुर्थपादे, एकनिमिषः पुस्तकं पश्यामि. चतुर्थपादे 76 सूत्रं वा, आम् 69, तत्र यः अष्टाध्यायी सूत्रपाठः यः पुस्तकम् अस्ति तत्र 71 पेज् मध्ये तत्र 69 सूत्रम् अस्ति, लः कर्मणि च भावे च कर्मकेभ्यः. सो अनेन सूत्रेण किं? लस्य लः इति स्थाने अस्ति, लस्य इत्यनेन किम्? अष्टादश तिबादयः, लस्य लकारः तु प्रक्रियायां न तिष्ठति, लस्य इत्यनेन तिबादयः, अष्टादश तिबादयः. सो तिबादयस्य प्रयोगः कर्मणि अपि भवति, भावे अपि भवति, अपि च कर्तरि अपि भवति. पूर्वे अत्र दृष्ट्वा तत्र पश्यतु 67 मध्ये कर्तरि कृत्. सो मूले सर्वे कृत् प्रत्ययाः कर्तर्थके तेषां प्रयोगः भवति, परन्तु अनन्तरं, सो कर्तरि कृत् इस् अ औत्सर्गिक, इस् अ जनरल् रूल्. सर्वे कृत् प्रत्ययाः अत्र एतस्य सूत्रस्य कर्तरि इति सूत्रस्य अपि अनुवृत्तिः भवति. सो लस्य स्थाने ये च बाधयः तेषां यदि तत्र सकर्मकधातुः अस्ति, यदि सकर्मकधातुः अस्ति तत्र कर्तरि अपि च कर्मणि प्रयोगे भवितुम् अर्हति. यदि धातुः अकर्मक अस्ति तत्र लस्य स्थाने ये च बाधयः तेषां प्रयोगः कर्तरि अपि च भावे भवितुम् अर्हति इति तत्र सूत्रस्य अर्थः. सो प्रत्येकस्य सूत्रस्य कृते महर्षिणा उक्तम् एतत् प्रत्ययः कर्मणि प्रयोगे अस्य प्रत्ययस्य विधानमस्ति वा, कर्तरि प्रयोगे अस्य विधानम् अस्ति वा इति तत्र सूत्राधारेण वयं ज्ञातुं शक्यते. परन्तु कर्तरिकृत् इति यः सूत्रम् अस्ति तेन किं सर्वे कृत् प्रत्ययाः ल्युट् अनियर् तव तु एते सर्वे कृत् प्रत्ययाः तत्र कर्तरिप्रयोगे एव मूले अस्ति. परन्तु एतस्य सूत्रस्य अपवादः अपि तत्र सन्ति. यथा त इति प्रत्ययः तत्र किं तत्र भावे प्रयोगे भवति, कर्मणि प्रयोगे तस्य अर्थः. सो तत्र तत्र सः कर्तारं न बोधयति, सः कर्मपदं बोधयति. परन्तु तव तु यः अस्ति अनेन सूत्रेण तस्य कृते कोऽपि अपवादः नास्ति. तव तु इस् यूस्ड् फार् कर्तरिप्रयोगः. सो तव तु इत्यनेन यः पदं निष्पद्यते सः कर्तारं बोधयति इति तत्र भेदः. सो प्रत्येकस्य प्रत्ययस्य कृते तत्र सूत्राणि सन्ति, तस्य प्रयोगः वाच्य आधारेण कर्तारं बोधयति वा, कर्मपदं बोधयति वा, या भावं बोधयति वा इति तत्र सर्वदा तत्र तस्य कृते सूत्राणि सन्ति. परन्तु ये शप् शश् न एते सर्वाणि ये विकरणप्रत्ययाः घनविकरणप्रत्ययाः तेषां विधानं केवलं कर्तर्थक् प्रत्यये यः प्रत्ययः कर्तारं बोधयति तस्य विषये एव तेषां प्रयोगः भवति. अवगतं वा महोदय? आम् धन्यवादः. अहं दिवादिभ्यः शन् अनुवृत्तिसहित सूत्रं किम् अस्ति, कः अस्ति? दिवादिभ्यः शन् कर्तरि सार्वधातुके आम् एण्ड् सार्वधातुके. अतः वयं वदामः चेत् निमित्तं किम् अस्ति दिवादिभ्यः शन् कर्तर्थक् सार्वधातुकं निमित्तम् अस्ति. आम्, सो कर्तर्थक् सार्वधातुकं प्रत्ययः दिवादिभ्यः धातुभ्यः अनन्तरं दिवादिभ्यः दिवादिगणे ये धातवः तेषां साक्षात् अनन्तरं कर्तरि सार्वधातुप्रत्ययः अस्ति चेत् मध्ये तत्र शन् आयाति. धन्यवादः, धन्यवादः. अस्तु, तथैव सर्वेषु सर्वाणि ये सूत्राणि स्वादिभ्यः श्नु, तनादि तुदादिभ्यः शः, रुदादिभ्यः श्नम् इति तत्र सर्वेषु सूत्रेषु कर्तरि सार्वधातुके. कर्तरि अपि सप्तमी अन्तम् अस्ति, सार्वधातुके अपि सप्तमी अन्तम् अस्ति. सो निमित् सप्तमी साक्षात् अनन्तरम् अस्ति चेदेव. अस्तु, धन्यवादः. अस्तु भगिनी, अत्र वदतु रूपं किम्. स्टीम् योगय योगति, स्थीम्यति, स्थीम्यति इति साधु. अस्तु, अत्र कोऽपि गुणकार्यं न भवति, किमर्थं चेत् सार्वधातुक् अपित् प्रत्ययः, अपि च अत्र उक्तायाम् अत्र धातोः अपि गुणप्रसङ्गः नास्ति, दीर्घ इकारः अस्ति, दीर्घ इकारः अस्ति, अतः अत्र एकमेव रूपम्. अस्तु महोदय, तत्र अपि स्वादिभ्यश्नु कर्तरि सार्वधातुके इति अनुवृत्तिसहितसूत्रं वा? आमां, तदादिभ्यः शः तत्रापि कर्तर्थक् सार्वधातुप्रत्ययपरे एव श आगन्तुं शक्यते. सर्वत्र एव तदेव तनादि तत्रापि क्रयादिभ्यः अत्र केवलम् अदादिगणे यः अदा अदिप्रभृतिभ्यः शप् लुक् इति यः अस्ति तत् अत्र न दत्तं तत्र यः लुक् पूर्वे आम् ज्योत्यादि अपि अत्र नास्ति किमर्थं चेत् तत्र ते तयोः सूत्रयोः शप् लुक् अपि च श्लू भवति तत्र कोऽपि अस्मिन् प्रकरणे यथा विकरणप्रत्ययानां विधानम् अत्र अस्मिन् प्रकरणे महर्षिणा कृतं तत्र कोऽपि सूत्रं नास्ति अदादिगणस्य विषये अथवा ज्योत्यादिगणस्य विषये सो अदादिभ्यः शप् लुक् इति यः सूत्रम् अस्ति कुत्रचित् पूर्वे अस्ति अस्मिन् प्रकरणे नास्ति अदादिभ्यः तत्र लुक् भवति आम् ज्योत्यादि तत्र अदादिभ्यः किं भवति अदादि गणस्य यः धातुः अस्ति तत्र तत्र तिप् प्रत्ययः साक्षात् परे अस्ति चेत् तत्र तिक् कर्तरि शब्दसूत्रस्य प्रसक्तिः अस्ति किमर्थं चेत् यथा भुवादिगणस्य विषये कोऽपि अपवादसूत्रं नास्ति तथैव अदादिगणस्य विषये कोऽपि घनविकरणप्रत्ययस्य विधानं नास्ति सो तत्र शप् प्रथमे शप् आयाति अनन्तरम् अदादि किमस्ति अदिप्रभृतिभ्यः शप् लुक् इति सूत्रेण तत्र शप् प्रत्ययस्य लुक् भवति प्रथमे कर्तरि शप् इत्यनेन एव कार्यं सामान्यसूत्रेण कार्यं कर्तरि शप् सूत्रे किमपि न लिखितं धातुः एतस्मिन् गणे भवेत् तस्य गणे भवेत् इति न लिखितं तत्र केवलं लिखितं कस्यचित् धातुः साक्षात् अनन्तरं सार्वधातु कर्तरि प्रयोगे प्रत्ययः अस्ति चेत् तत्र शप् विधानं सो अदादिगणे ज्योत्यादिगणे तत्रापि शप् आयाति प्रथमसोपाने परन्तु अनन्तरं विशिष्टसूत्रद्वारा अदादिगणे शप् लुक् भवति ज्योत्यादिगणे शप् श्लू भवति सो शप् आयाति परन्तु तस्य लोपः भवति अनन्तरं भिन्नसूत्रेण क्षमताम् अदिप्रभृतिभ्यः शपः सूत्रस्य पूर्वे शप् केन सूत्रेण आयाति तथा न सन्ति महोदय कर्तरि शप् सूत्रेण एव शप् आयाति कर्तरि शप् तु परे अस्ति न पूर्वम् अस्ति तत्र सपादसप्ताध्यायां प्रत्येकं सूत्रस्य कृते प्रत्येकं सूत्रं सिद्धमेव किन्तु मम प्रश्नमस्ति अनुवृत्ति तत्र न कथं भवति अधिप्रवृत्ति सार्वधातुके तत्र अनुवृत्तिः एव आवश्यकं नास्ति मया किम् उक्तं अत्र दृश्यतु महोदय अदादि गणे तत्र किं धातुः कोऽपि स्मर्यति वा अदादिगणे कः धातुः अस् इति धातुः अस् धातुः अस् धातुः लट् लकारस्य विवक्षायां तत्र एकवचनस्य विवक्षायां तिप् आयाति अस्तु मम विवक्षा अस्ति अस् धातुतः लट् लकारस्य एकवचनस्य पदनिर्माणं मम विवक्षा सो लट् लकारस्य लस्य इत्यनेन एकवचनस्य प्रत्ययः तिप् इदानीम् अस्योग तिप् अस्ति इदानीं किं भवति इदानीं कस्य सूत्रस्य प्रसक्तिः इदानीं तु शप् नास्ति न महोदय मध्ये इदानीं धातोः साक्षात् अनन्तरं कर्तर्थक् सार्वधातुप्रत्ययः धातुः यस्मिन् कस्मिन् गणे भवेत् कर्तरि शप् सूत्रस्य कृते कोऽपि घन इति किमपि न लिखितं केवलं लिखितं कर्तरि शप् इति लिखितं सो कर्तरि प्रयोगे प्रत्ययस्य विधानं धातोः साक्षात् अनन्तरं सार्वधातु कर्तर्थक् प्रत्ययः अस्ति चेत् किं भवति शप् प्रत्ययः मध्ये आयाति सूत्रं कुत्र अस्ति तत् न द्रष्टव्यम् अत्र अस्मिन् सोपाने कस्य सूत्रस्य प्रसक्तिः अस्मिन् सोपाने कर्तरि शप् सूत्रस्य प्रसक्तिः इति योगति. इदानीं कस्य सूत्रस्य प्रसक्तिः? आसीत् धातुः महर्षिणा कुत्र स्थापितः? अदादिगणे स्थापितः. अदिप्रभृतिभ्यः शप् लुक् इति सूत्रेण शप् लुक् भवति, अस्योगति भवति, पुनः अस्योगति भवति. सो अस्ति इति रूपम्, अनन्तरं कोऽपि कार्यं नास्ति अत्र. अस् मध्ये गुणप्रसङ्गः नास्ति. टिप् केन् डू द गुणकार्यम्. इदानीं टिप् केन् टिप् इस् एफिशियण्ट् फार् डूयिङ्ग् गुणकार्यं. किमर्थं चेत् सार्वधातुक अस्ति, पित् अपि अस्ति, परन्तु धातौ गुणप्रसङ्गः नास्ति. सो रूपं किम् अस्ति इति रूपम् इति तत्र सोपानानि सन्ति. सो प्रथमे कर्तरि शप् सूत्रेण एव शप् आयाति. किमर्थं चेत् कर्तरि शप् सूत्र सामान्यसूत्रं, यत् किमपि धातुः तथा एव तत्र ये आतिदेशिकधातवः निच् निच् योजनेन अथवा कोऽपि अन्यसनप्रत्यययोजनेन यः शब्दसमूहः निष्पद्यते तस्य धातु इति संज्ञा. सो तत्रापि अद औपदेशिकधातुः नास्ति, आतिदेशिकधातुः अस्ति. सो आतिदेशिकधातुविषये गणचिन्तनम् एव नास्ति. आतिदेशिकधातुः तु महर्षिणा गणेन स्थापिताः न, दशगणेन स्थापिताः. सो तत्र आतिदेशिकदाशु धातुविषये एकम् एव विकरणप्रत्ययः, तत्र एव कर्तर्थक् सार्वधातुकप्रत्ययः परे केवलं कर्तरि शप् सूत्रद्वारा एव कार्यम्. किमर्थं चेत् तादृशधातुः औपदेशिकधातुः नास्ति, आतिदेशिकधातुः. अतः सर्वे सनाद्यन्तः धातवः, तेषाम् अनन्तरं यदि वयं सार्वधातुक् कर्तर्थकप्रत्ययः योजयामः तत्र सर्वदा शप् एव आयाति, कोऽपि अन्यविकरणप्रत्ययः नागन्तुं शक्यते. सो कर्तरि शप् इस् अ सामान्य, इस् अ जनरल् रूल्. धातुः साक्षात् अनन्तरं कोऽपि सार्वधातुक् कर्तर्थकप्रत्ययः आयाति चेत् तत्र शप् इति विधानं भवति इति तत्र अस्ति. सो शप् इति सूत्रम् अग्रे अस्ति, तत् कथं प्रथमे आयाति, तत्र एतादृशचिन्तनं नास्ति न. सपादसप्ताध्यायां सपादसप्ताध्यायाम् अधिप्रवृत्तिभ्यः शप् इति पूर्वसूत्रं, तस्य कृत् देट् सूत्र केन् सी द दिस् कार्य. तस्य सूत्रस्य कृते कर्तरि शप् इति सूत्रम् असिद्धं नास्ति, सिद्धम् एव. देट् इस् वै ऐ सेड् द सपादसप्ताध्यायी इस् लैट् अ सर्कल्. Every sutra can see the karya of each sutra, whether that is in the 6th adhyaya or 7th adhyaya or pratham adhyaya. Iti tatra chintanam eva nasti. Every sutra can see the all the sutras existing in sapad sapti adhyayi. So adi pravritti biha shap iti sutram atra shap pashyati. Shap pashyati. That sutra says this dhatu belongs to my gana. एण्ड् अत्र शप् न आगन्तु, अत्र शप् एतस्य लोप् लुक् करणीयं. सो अत्र शप् लुक् भवति, तस्य सम्पूर्णतया लोपः भवति इति तत्र चिन्तनम्. अवगतं वा महोदय? इत्युक्ते सपादसप्तमगणे अध्याये तत्र न द्रष्टव्यं, तत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः एव नास्ति, केवलं त्रिपाद्याम् एव. इट् केन् गोस् इन् एनी डैरेक्षन्. प्रथमे तत्र द्वितीयपादेन द्वितीयसूत्रेण कार्यम्, अनन्तरं तत्र सप्तमध्याये यः अन्तिमसूत्रं तेन सूत्रेण अपि कार्यं भवति. They are the sutra, this is not important. Any sutra can come anywhere. Two chances of doing any pratiya. We can neglect the first chance and do the last chance, is it? No, no, no. Yatra, yasmin sopane, yasya sutra si prasakti hi. Suppose, sapad sabda dhyayam, tatra ekasmin sopane, sutra dvayasya prasakti hi. Sutra dvayam, तत्र सपादसप्ताध्यायाम् एव बोध सूत्रास् बिलाङ्ग् टु द तपाकर्ताजाया तत्रापि बालाबालचिन्तनं भवति भगिनि, तत्रापि यथा अत्र तत्र दियर् वी हाव् बालाबालचिन्तनम् अस्ति, अत्र अपवादसूत्रं वा नित्यसूत्रं वा, दियर् वी हेव् अ लाट् आफ़् दीस् थिङ्ग्स् टु कन्सिडर्. तत्र कस्य सूत्र तत्र किमस्ति, विप्रतिषेधे परं कार्यम् इति एकम् अपवाद एकं परिभाषासूत्रमस्ति, यथा पूर्वत्र सिद्धम् इति यः अस्ति सपाद सप्ताध्याय्यां विप्रतिषेधे परं कार्यं. सो यत्र सूत्रद्वयोः समानबलम् अस्ति, एकस्मिन् काले अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति, तत्र अपवादबलेन परं सूत्रेण कार्यं, दियर् द कार्य हेपन्स् फ्रोम् द परं सूत्रम्, that will come in the balabala ekam karpatram asti asmakam jalapute balabala chintanam. So sapad saptadhyayam tatra balabala chintanam avashyakam, that will come later. Dhanyam there also this chintanam is there, but we will do that slightly later. That balabala chintanam karpatram is there. स्ना इति यः अस्ति अदादिगणे अस्ति, स्नाति इति रूपं तत् समानं तत् सरलम्. इदानीं सत्त्वप्रयोजनम्, इदानीं तु समयः अभवत्. स्नाविषये कः वदति, अत्र किम् अस्ति, गिरिजा भगिनी अस्ति वा, वदतु भगिनी स्नाविषये वदतु, निरनुबन्धरूपं किम्, निरनुबन्धरूपम् अत्र कोऽपि अनुबन्धवर्णः अस्ति वा, नास्ति, सो निरनुबन्धरूपं समानं श्नाः एव. अनन्तरम् पूर्वत्र अस्ति सिद्धं, न न प्रथमेन सूत्र अत्र कार्यं प्रथमे प्रथमे धात्वादिशः सः इत्यनेन शकारः सकारः भवति, अनन्तरं पूर्वत्र सिद्धम् इत्यनेन स्ताः इति आगच्छति, नकारस्य स्थाने सिद्धम् इत्यनेन स्था न आयाति, पूर्वत्र सिद्धम् इत्यनेन किम्, पूर्वत्र सिद्धम् इत्यनेन अत्र यथा शकारः स्थाने शकारः आगच्छति, तत्र मूर्धन्यणकार अपि अपगच्छति. धातुपाठे यः अत्र मूर्धन्यनकारः दत्तं, केन सूत्रेण तत्र कार्यम्, स्तोः स्टुनाष्टुः कुत्र अस्ति, नास्ति नास्ति, एतत् रसाभ्यां, सत्यं नकारः रसाभ्यां नूनः सि, अत्रापि अत्रापि बालाबलचिन्तनं करणीयम्, इत्युक्ते धातुपाठे किम् अस्ति, स्ना अस्ति, श्ना अस्ति, तत्र धातुपाठे पूर्वे तु तत्र एतत् अस्ति, धातुः उष्णा अस्ति, परन्तु अत्र शकारनकारस्य संहिता अस्ति, अत्यन्तसामीप्यम् अस्ति, अतः तत्र अस्मिन् सोपाने रसाभ्यां नूनः इति सूत्रस्यापि प्रसक्तिः, स्तोः उष्णाष्टुः इति सूत्रस्यापि प्रसक्तिः, एकत्र द्वयोः सूत्रयोः प्रसक्तिः, इत्युक्ते रेफ् शकारस्य साक्षात् अनन्तरं दन्त्यन अस्ति चेत् तस्य मूर्धन्यनकारः इति आदेशः, तथैव अत्र तकारस्य पूर्वे अथवा परे कोऽपि यः मूर्धन्यषकारः अथवा ट न अस्ति चेत् तस्य ष्टुना तत्र ष्टुः इति आदेशः भवति. सो अत्रापि मूर्धन्यषकारस्य साक्षात् अनन्तरं तवर्गीयव्यञ्जनः त थ द न, सो एकत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति. इदानीं केन सूत्रेण प्रथमे कार्यम्? रसाभ्यां नूनः. सो अत्र रसाभ्यां नूनः इत्यनेन सूत्रेण पूर्वे कार्यम् अभवत्, परन्तु धातुवादेशः सः सूत्रस्य कृते द्वयमपि असिद्धम्. किमर्थं चेत् एतत् सूत्रद्वयं त्रिपाद्याम्, अतः तस्य कृते तु एतत् सूत्रेण यत् कार्यं तदपि कार्ये असिद्धम्, एतेन सूत्रेण यत् कार्यं तदपि असिद्धम्. सो यदा तत्र धातुवादेशः सः इति अनेन सकार आदेशः भवति, सो सकार तस्य कृते तु अत्र नकारः एव वर्तते, न तु मूर्धन्यनकारः. सो तत् सः तत् सूत्रं मूर्धन्यनकारः न द्रष्टुं शक्यते, तस्य कृते तु स्ना एव, सो स्ना एव अस्ति. इदानीं स्ना धातु अदादिगणे अस्ति, इत्यनेन स्ना प्लस् तिप् तिंशित् सार्वधातुके रूपम्. इदानीं सोपाने सोपानानि वदतु भगिनि, कथं कार्यं वदतु. स्ना एकस्मिन् लट् लकारस्य एकवचनस्य विवक्षायां तिप् इदानीम् इत्यनेन सूत्रेण पकारस्य लोपः भवति. अवशिष्यते. तदनन्तरं कर्तरी शप् सार्वधातुके इत्यनेन शप् आगच्छति विक्रणप्रत्ययः. परन्तु एतत् अदादिगणेन कारणेन अदादिभ्यः अधिप्रभृतिभ्यः शप् लुक् अधिप्रभृतिभ्यः शप् लुक् शप् प्रत्ययस्य लुक् भवति. अधिप्रभृतयः शक् लुप् इत्यनेन कारणेन लुक् भवति, लुक् लोपः भवति. तदनन्तरं स्ना प्लस् ति अवशिष्यति, स्नाति इति रूपं लटि रूपम् एकवचनं. सत्यं. सो वी हेव् टु रिमेम्बर् कस्मिन् सोपाने कः प्रत्ययः. सो प्रथमे तत्र स्नायोग लट्, लट् लकारस्य विवक्षायां, लट् इति अर्धधातुप्रत्ययः, शित् नास्ति तिङ् नास्ति, टकारस्य संज्ञा अकारः उच्चारणार्थं ल एव अवशिष्यते. अनेन अनन्तरं लस्य इति एकम् अधिकारसूत्रमस्ति. लस्य इत्युक्ते षष्ठ्यान्तं, लकारस्य स्थाने किं तिप्तजि सिप्तस्थ मिप् वस्मन्. सो एकवचनस्य विवक्षायां परस्मैपदी धातुः अस्ति, अतः तिप् आयाति. सो एतादृशः सोपानानि तत्र सन्ति, अनन्तरं तत् समानमस्ति. सो कस्मिन् सोपाने कः प्रत्ययः धातु अनन्तरं विधीयते तत् आवश्यकम्. तिप् कारणेन एव शप् आयाति. तिप् इस् अ निमित्तं फार् शप्. वी हेव् टु रिमेम्बर् दिस् आल् द सोपा आल् द स्टेप्स् वी हेव् टु रिमेम्बर्. अस्तु, इदानीं समयः अभवत्. अनन्तरं तत्र I will send this sattva I will send this slide on the WhatsApp group. You kindly read this. This is the what is the prayojanam for why Maharishi kept the murdhanya shakarah when it has to become sa. Why he did not put it sa adav eva sah sakarah eva kimartham na yojitam sah shakarah kimartham tatra shakarasya kopi prayojanam asti va vyakrane tasya krite etat slide asti. सर्वैः एतत् स्लैड् पठित्वा अग्रिमे कक्षायां तत्र अस्य विषये पठामः. अस्तु, इदानीं तु स्थगामः. कोऽपि प्रश्नः अस्ति वा एतावता? नास्ति चेत् अत्र स्थगामः. जगदीश महोदय, कृपया शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम् श्रीगुरुभ्यो नमः. हरि ओम् तत्सत्. नमस्काराः, धन्यवादाः. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः भगिनी. धन्यवादः महोदय.